नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणकृते स्वागतं. कर्मणि भावे च इति पाठः अनुवर्तते. गतसप्ताहे तस्य परिचयं प्राप्तवन्तः. सार्वधातुके यक् इति सूत्रं धातुभ्यः यक् प्रत्ययः भवति यदा भाववाचके कर्मवाचके च सार्वधातुकप्रत्यये परे. अतः अस्माकं तिङ् इति प्रत्ययः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः. यदा विवक्षा भाव अथवा कर्मणि अस्ति चेत् तत्र सार्वधातुके यक् इत्यनेन यक् विधीयते इति दृष्टवन्तः. तत्र लट् लोट् लङ् विधेयेषु लकारेषु एव यक् प्रत्ययः विधीयते. अन्यत्र तु यक् प्रत्ययः न विद्यते. तत्तु अग्रिमपाठे वयं पठामः. तत्र कथं तत्र प्रत्ययः कः चिन्तनं कथं भवति इति अग्रे आगच्छति. तत्र यदा तत्र वयम् अन्तिमवर्णं धातूनां विभजनम् अन्तिमवर्णम् आधारीकृत्य कथं भवति इति अद्य पश्यामः. तत्र ए इति भागः तस्मात् पठामः. लट् लोट् लङ् विधिषु लकारेषु यक् प्रत्ययः विधीयते तस्मात् पठामः. महोदय भवान् एव आरम्भं करोतु. श्रूयते खलु? मम ध्वनिः श्रूयते वा? हा श्रूयते, सम्यक् श्रूयते. अस्तु अस्तु, भवान् पठतु, अहं म्यूट् मध्ये भवान्. अस्तु. लट् लोट् लङ् विधिलिङ्ग् येषु लकारेषु यक् प्रत्ययः विधीयते. प्रथमः बिन्दुः, भावकर्मप्रक्रिया लटि लोटि लङि विधिलिङ्गि नवानां धातुगणानां भवाद्यारभ्य क्रयादि यावत्. अत्र भावकर्मप्रक्रिया इदानीं तत्र लटि लोटि लङि विधिलिङ्गि तत्र नवानां धातुगणानाम् इति तत्र भवादि आरभ्य क्रियादि यावत् तत्र अजन्तदातवः प्रथमः बिन्दु आकारान्त एजन्ताः च दातवः. अशितिप्रत्यये परे एजन्तदातवः आकारान्ताः भवन्ति. यक् प्रत्यय अशित् नास्ति इत्यस्मात् अत्र आदेश उपदेशे शिति इत्यस्य प्रवर्तनम् आदेश उपदेशे अशिति इति सूत्रं षष्ठाध्यायस्य प्रथमपादस्य पञ्चचत्वारिंशत्तमं सूत्रमस्ति. उपदेशे एजन्तस्य धातोः आत्वं न तु शिति इति. उपदेश इत्यनेन औपदेशकधातूनाम् एव प्रसक्तिः, न तु आतिदेशकधातूनाम्. उपदेशावस्थायाम् अशिति प्रत्यये परे एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः. येन पि तदन्तस्य इत्यनेन तदन्तविधिः, अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने एचः, एच् इत्यनेन ए ऐ ओ औ इति. शकार इत् यस्य सषित् नषित् अषित् तस्मिन् अशिति नैतत्पुरुषसमासः. आत् प्रथमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तमन्तम् अशीति सप्तमन्तम् अनेकपरिभ्रं सूत्रमस्ति. लिटि धातोः अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति. एचः धातोः आत् उपदेशे अशीति इति. आत्वं विधीयते वयं तत्र निजन्तप्रकरणे अपि दृष्टवन्तः. तत्र एजन्तधातूनाम् अशीति प्रत्यये परे आत्वं भवति इति, न तु शिति इति. अतः तर्हि एजन्त इत्युक्ते एक ए ऐ ओ औ एते. अतः आकारान्तः अपि एजन्ताः अपि अजन्त आकारान्तः भवन्ति. यथा ग्लै इति तत्र ऐकारान्तः अस्ति, अतः आदेश उपदेशति इत्यनेन ग्ला इति भवति. तथैव म्लै म्ला ध्यै ध्या शो इति तत्र ओदन्त अस्ति, अतः तत्र शा इति भवति, सो इत्यत्र सा भवति, वे इति एदन्त अस्ति, अतः वा इति भवति, चो च. यः कोऽपि आतातुकप्रत्ययः भवति सः अशित् एव. तदर्थं सर्वेषु आतातुकप्रत्ययेषु परेषु एजन्तानां धातूनाम् आत्वं भवति. नाम आर्धात्कप्रत्ययेषु परेषु सर्वे एजन्तदातवः आकारान्ताः एव भवन्ति. अत्र उपदेशे आदेशे उपदेशे अशीति इति तत्र सर्वे आर्धात्कप्रत्ययः प्रत्ययाः अशीत्येव. किमर्थम् इति तिङ्क्षित् सार्धात्कम् इत्यनेन अशीत् अस्ति चेत् तत्र सार्धत्कं भवति. अतः तत्र सर्वे आर्धात्कप्रत्ययः अशीतः एव. अतः तेषु तत् एजन्तधातूनाम् आत्वं भवति इति अस्ति. समीचीनं. यक् प्रत्ययस्य विषये वदन्ति, यदा वयं निच् इत्यत्र दृष्टवन्तः, निच् प्रत्ययः आर्धधातुकः, तिङ्क्षित् भिन्नः, अतः तत्रापि तदपि आर्धधातुकप्रत्ययः आसीत्. तादृशमेव अत्रापि यक् इति यत् प्रत्ययः आर्धधातुकप्रत्ययः, सः अशित् अस्ति, अतः आत्मीयते. तदेव प्रथमविन्दुः. धन्यवादः महोदय. विजया भगिनी, द्वितीया न आकारान्तानाम् एजन्तानाम्. श्रूयते खलु? श्रूयते. अत्र आकारान्ताः एजन्ताः च दातवः, एतत् अभवत् खलु इदानीमेव? अग्रिम आकारान्तानाम् एजन्तानां च भावकर्मप्रक्रिया. भावकर्मप्रक्रिया. ये सामान्याः आकारान्ताः एजन्ताः च दातवः सन्ति तेषां कृते किमपि कार्यं नास्ति, वर्णमेलनमेव. रूपाणि एवं निर्मीयन्ते. ग्रा इति धातुः स्वीकुर्मः चेत् अत्र भावकर्मणोः इत्यनेन भावकर्मणोः विहितस्य लस्य तिप् आदयः आत्मनेपदिनः भवन्ति. ग्रा योगः ते इत्युक्ते सार्वधातुके यक् इत्यनेन कर्मवाचके सार्वधातुके प्रत्ययपरे धातुभ्यः यक् प्रत्ययः विधीयते. अत्र ग्रा योगः यक्. अत्र ककारस्य लोपः लशक्व तत्तिते इति सूत्रेण ककारस्य लोपः भूत्वा यकारः एव तिष्ठति. इदानीं ग्रा योगः या योगः ते, ग्रायते इति अन्तिमरूपं निष्पन्नम्. एवमेव ध्यायते, ग्लायते, ध्वायते, भायते, लायते, वायते, छायते इति सर्वत्र यकारः एव तिष्ठति. अत्र वर्णमेलनेन एतत् सर्वम् अन्तिमरूपं निष्पन्नम्. किन्तु आकारान्तेषु एजन्तेषु च धातुषु द्वादश सन्ति, येषाम् ईकार आदेशः भवति. गुमास्ता खा बा ग प जहातिसां हलि. गुमास्ता ग प ह ओ हाक्, हाकारस्य होकाक् इति आगच्छति. ओजस् ओतश्यनि इति सूत्रेण ओकारस्य लोपः भूत्वा हाय ओके भगिनि. अत्र गुमास्ता ग प ह स एतेषां धातूनाम् आकारस्य स्थाने ईकारः आदेशः भवति. हलादि कित् ञित् आर्धधातुक प्रत्यये परे अस्ति चेत्. इदानीं धात्वादिके शः सः आदेशे उपदेशे शिति इत्याभ्यां शो इत्य मूर्धने शकारस्य स्थाने दन्त्यसकारः आगच्छति, सा इति. गुच्छ माच्च स्ताश्च गाच्च पाश्च जहातिश्च सा च, तेषाम् इतरेतरद्वन्द्वः. गुमास्ता गा पा जहाति साः, तेषां गुमास्ता गा पा जहाति सां. गुमास्ता गा पा जहाति सां षष्ट्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रं. दीङ्गो युडचि मिति षष्टमपादे षष्टमाध्याये चतुर्थपादे त्रयो षष्टिः इत्यस्मात् मिति इत्यस्य अनुवृत्तिः. आतो लोपो दति न आतो लोप इटि च इत्यस्मात् आतः इत्यस्य अनुवृत्तिः. ई गति इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः. आर्धधातुके इत्यस्य अधिकारः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं गुमास्ता गा पा जहातीसाम् आतः अङ्गस्य ईत् हलिक्मिति आर्धधातुके इति. अत्र गुमस्ता एतत् गुमास्ता गापा हा सा एतेषां धातूनाम् आकारस्य स्थाने ईकारः भवति. अत्र निमित्तं भवति हलादि किक् नित् आर्धधातुकः प्रत्यये परे अस्ति चेदेव. अनन्तरं धात्वादेः शखसः इति सूत्रेण मूर्धन्यशकारस्य स्थाने दन्त्यसकारः आगच्छति. अनन्तरम् आदेश उपदेशे शिति इत्यनेन दीर्घ आकारस्य स्थाने दीर्घ ईकारः भवति इति. उदाहरणरूपेण अत्र भूसंज्ञकदातवः षट् सन्ति. दो दा इति भवति, देङ् दा, दुदाञ्ज् दा भवति, दाण् दा भवति, दे दा, दुदाञ्ज् दा च इत्यनेन. अग्रे पठामि वा भगिनि? तत्र भूसंज्ञकः दातवः धा देङ् दुदाञ् धाण् दे दुधाङ् इति भूसंज्ञकः अस्ति. तस्यैव ग्रहणम् अत्र भूमास्ता पाजाः दीसां हलि इत्यत्र भूसंज्ञकः दातवः मा सा धा पा उहात्यागे वयं पूर्वं दृष्टवन्तः सा धातोः ग्रहणं भवति. अनेन सूत्रेण यदा भगिनी उक्तवती हलि कित्निद् प्रत्यये आर्धधातुके कित्निद् प्रत्यये अतः सप्तम्याम् अस्ति परे अस्ति चेत् तत्र ईत् इति आदेशः भवति इत्येव सूत्रं वदति. भूसंज्ञकः अस्तु भगिनि पठतु. आं महोदय. अत्र यक् प्रत्ययः अलादिः, कित् आर्धधातुकः, अतः गुमास्ता गापा जहाति सां हलि इति सूत्रं प्रवर्तते. आहत्य द्वादशधातवः अन्तर्भवन्ति. येषाम् अनेन सूत्रेण आकारस्य ईत्वं विधीयते. दायोगः यक्. अत्र दीर्घ आकारस्य स्थाने दीर्घ ईकारः भूत्वा दीयोगः य अनुबन्धलोपानन्तरम्. अतः तत्र दीय इति चत्वारः धातवः सन्ति. तादृशमेव दीय मीय स्थीय इति भवति. अनन्तरं गा घी भवति, यकारयोजनेन घीय पीय हीय सीय इति भवति. लटी लोटी लङ्गि विधिलिङ्ग् च सर्वत्र यक् विधीयते. अतः येषु सर्वेषु स्थलेषु यत् अङ्गम् उत्पद्यते तदा तत् अदन्तम् इत्यतः प्रथमधातुगणसमूहस्य आत्मनेपदसंज्ञकः तिङ्प्रत्ययाः विधीयन्ते. ते च एते आत्मनेपदी धातूनां सिद्धतिङ्प्रत्ययाः. लटिसिद्धप्रत्ययः ते इते अन्ते, से इते द्वे, ये वहै महे इति. लोटिसिद्धप्रत्ययः ताम् इताम् अन्तां, स्व इतां द्वम्, ऐ आवहै आमहे. लङ्गिसिद्धप्रत्ययः ता इताम् अन्त, ठः इतां द्वम्, ई वहिमहि. विधिलिङ्गसिद्धप्रत्ययः ईत ईयाताम् ईरन्, ईत्थः ईयात्थम्, ईद्वम्, ईय ईवहि ईमहि. इदानीं दुदाञ्ज् दाने इत्यस्य रूपाणि वक्तव्यानि कर्मणि लटी लोटी लङ्गि विधिलिङ्ग्. अत्रापि दीर्घ आकारस्य स्थाने दा इति अस्ति. एतद् दी भवति, अनन्तरं दीय भवति यकारयोजनेन, अनन्तरम् आत्मनेपदिनः ते योजनेन दीयते. तादृशमेव दीयते, क्रियते, दीयते, क्रियते, दीयते, क्रियते, क्रियते, क्रियते. अत्र परस्मैपदिनः आत्मनेपदिनः दीते इति रूपम् अत्र स्वीकुर्मः. अनेन आकारार्थधातूनां एजस्थानं न च भावकर्मप्रक्रिया सम्पूर्णा भवति. तावदेव. तत्र यदा वयं पश्यामः तत्र अदन्तम् आगच्छति. यदा यक् प्रत्ययः योजयामः चेत् अदन्तम्, अतः एव वयं प्रथमगणसमूहस्य आत्मनेपदी सिद्धतिं प्रत्ययाः स्वीकुर्मः. अतः एव एतादृशरूपाणि आगच्छन्ति. अस्तु, धन्यवादः भगिनी. उषा भगिनी, तत्र दुदाय् दाने इत्यस्य रूपाणि कर्मणि लटि लोटि लङ्गि विधि इति वदति वा? आं भगिनि. नमस्ते भगिनि. दा दायोगः यक्. आं, गुमास्तागापा इत्यनेन ईत् आगमः भवति, ईत् भवति आकारस्य स्थाने ईत् भवति. दायोगः यक् यक् इति कर्मणि भावे भावे कर्मणि इति इत्यर्थेन यक् प्रत्ययः विधीयते. धायोगः यक् इति स्थिते धीयोगः य इति भवति. लटीरूपं दीयते दीयते दीयेते दीयन्ते दीयसे दीयेत्थे दीयध्वे दीये दी दीयवहे दीयमहे. लोटीरूपं दीय इति दीयावहे दीयामहे. आं महोदय. अतो अतो दीर्घो ययादिप्रत्ययः दीर्घं भवति. या सो दीयावहे दीयामहे. आं लोटि दीय इति अङ्गं लोटि लोटि दीयतां दीयेतां दीयन्तां दीयस्व दीयेथां दीयध्वं दीयै दीयावहै दीयामहै. अत्र सवर्णदीर्घ आवहे आमहे इति प्रत्यये एव. आं भगिनि. लङ्गि दीय इति अङ्गं दीयत दीयेतां दीयन्त हो आम् अदीयत वाट् इस् दट् लुङ् लङ् लुङ् लङ् लृङ् ष्वट् उदात्तः इत्यनेन अकारान्त अकार अक्षुडस्य अकार आकार आगमः भवति. सो अधीयत अधीयत अधीयेताम् अधीयन्त अधीयताः अधीयताः अधीयेताम् अधीयद्वम् अधी एण्ड् देन् अधीय योगः इ अधीये अधीयवहि अधीयमहि अधीयावहि अधीयामहि अधीय देरासो अधीयावहि यावहि अधीयामहि. आं भगिनि. विधिलिङ्गि दीय इति अङ्गं दीय योगः ईत दीयेत दीयेत दीये यातां दीयेरन् दीयेताः दीये यातां दीयेत्वं दीयेय दीयेवहि दीयेमहि. अतो गुणे न ततो गुणे आद्गुणः वे आद्गुण महोदय. अग्रिमं करोति वा मा करोतु महोदय. मा योगः यं दाधा समानमेव समानमेव परन्तु मा योग यक् अत्र गुमासा गापा जहापि सम्भलि इत्यनेन तत्र ईत् आदेशः भवति ईकार आदेशः भवति. मा मा इत्यस्य आकारस्थाने ईकार मी मी इति मी योग य मीय मीय इति अङ्गं मीयते मीयेते मीयन्ते तत्र अतो गुणे इति मीयन्ते इति अत्र अत्र गुण मीयते मीयते इति गुणशक्ति मीयते मीयेते मीयद्वे मीययोग मियै इति तत्र वृद्धिसन्धि मियै खलु मियै मियै मियावहे मिया मिये मिये क्षम्यताम् अयि अये खलु अतोगुणे अतोगुणे अतोगुणे मिये मियावहे मियामहे इति भवति वृद्धिना मीय मीयतां मीयेतां मीयन्ताम् अत्र गुणसन्धि अपि च अतगुणे तेन मीयन्ताम् इच्छुकत्र मीयस्व मीयेतां मीयध्वं नियै इति भवति अत्र गुणसन्धि सारि वृत्तिशब्दि नियै नियावहै निया नियावहै नियाहै लङि अमी अमीयत अमीयताम् अमीयन्त अमीयथाः अमीयथाम् अमीयत्वम् अमी अमी अमी अमीये अमीये अमीयावहि अमीयामहि इति मीय मीय मीययोग ईत तत्र गुणसन्धि सर्वत्र मीयेत मीयेयातां मीयेरन् मीयेताः मीयेयातां मीयेध्वं मीयेय मीयेवहि मीयेमहि अग्रे अपि पठति वा महोदय अनेन आकारान्तानां अस्तु अनेन आकारान्तानाम् एजन्तानां च भावप्रक्रिया सम्पूर्णा सर्वत्र तत्र तत्र ईत्वं भवति परिगणितदातुः इदानीम् ईकारान्तः ईकारान्तः च दातवान् यक् प्रत्ययस्य कित्वात् गुणनिषेधः जीयोग यक् इति अस्ति तत्र सार्धातुकार्धद्वयोः इत्यनेन गुणादेशः तदा इङीत इङीति च इत्यनेन गुणनिषेधः जीयोग यक् इदानीम् अत्र सार्धधातुकयोः इति वयं जानीमः इगन्तस्य कः गुणः भवति सार्धधातुकस्य परे इकाङ्गस्य सार्धधातुकयोः इति निति च इति प्रत्यय इति गुणनिषेधः भवति निति च इकः गुणवृत्तिः न इति सूत्रं वदति यक् प्रत्ययः यकारादिः कृत्सार्धातुकयोः भिन्नश्च अतः यक् प्रत्ययः यकारादिः कृत् सार्धात्कयोः भिन्नश्च अस्तु अतः इकारान्धातूनां दीर्घादेशः भवति इति अस्ति अस्तु कीयोग यक् कीय कीयते इति भवति अत्र सूत्रमस्ति अकृतसार्धात्कयोः दीर्घः इति अकृत् अकृतसार्धातुकयोः दीर्घ इति सूत्रं वदति अष्टाध्याय प्रथमाध्यायस्य चतुर्थपादस्य पञ्चविंशतितमं सूत्रमस्ति अजन्ताङ्गस्य दीर्घादेशः भवति यकारादिप्रत्यये परे किन्तु स च प्रत्ययः कृत्संज्ञकः अथवा सार्धातुकं चेत् न भवति अचश्च इत्यनेन अचः एव दीर्घत्वं येन वैदिष्टदन्तस्य अलवन्तस्य कृच्च सार्धातुकञ्च कृत् सार्धातुके कृच्च सार्धातुकञ्च कृत् सार्धातुके इति सः द्विवचने न कृत् सार्धातुके अकृत् सार्धातुके तयोः अकृत्सार्धातुकयोः अकृतसार्धातुकयोः सप्तमन्तम् एकमृतमासं द्विपदमिदं सूत्रम् अयङ्गीङिति इति इत्यस्मात् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तसहितसूत्रमस्ति अचः अङ्गस्य दीर्घः इ अकृतसार्वधातुकयोः इति अत्र अकृत्सार्वधातुक यत् या प्रत्यय कृत् नास्ति अपि च सार्वधातुकः प्रत्ययः नास्ति चेत् तस्य यकाराधिपत्यम् एकवारं किं दीर्घादि यकाराधिपत्यम् अस्ति चेत् इदानीं तस्य अङ्गस्य दीर्घः भवति इदानीम् अङ्गस्य इत्यत्र किमपि न उक्तम् अतः येन वयं जानीमः येन विघ्नकृतालो तस्य इत्यनेन तत्र अङ्गस्य दीर्घः भवति यदा दीर्घः इति भवति यत् अचः अचश्च इति सूत्रमागत्य वदति तत्र अचः ह्रस्वदीर्घकृतः तत्र अचः स्थाने भवेत् इति अचस्य इति सूत्रम् अत्र यत्र यत्र ह्रस्वदीर्घपृतः च विधीयन्ते तत्र तत्र अचः इति सच्छब्दपदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम् इदम् अचः षड्जन्तं च अव्ययपदं विविधविधं सूत्रम् ऊकालो जस्वदीर्घपृतः इत्यस्मात् अच् ह्रस्वदीर्घपृतः इत्यनयोः अनुवृत्तिः तत्र विभक्ति परिणामेन तृतीयान्तं भवति. ह्रस्वदीर्घकृतैः शब्दैः कृते इत्युक्ते शब्दैः अनुवृत्तिसहितसूत्रमस्ति. ह्रस्वदीर्घकृतैः अचः च अच् इति तत्र अचश्च इति सूत्रं वदति यत्र दीर्घः भवति तत्र दीर्घ अथवा ह्रस्वदीर्घक्लुतः विधीयन्ते सूत्रेषु तत्र तत्र अचः इति षट्यन्तं पदम् उपस्थितं भवति. अतः अचः सर्व ह्रस्वदीर्घकृतैः अचः च अच् अचः च अच् इति किमर्थम् प्रथम अच् पूर्वं वयं प्रायः दृष्टवन्तः अचः इति यत् प्रथमम् अस्ति तत्तु सर्वे अच् वर्णाः इति आसन् षष्टितया स्वीकृतं. द्वितीयमस्ति प्रथम निर्धारणे षष्टि इति किमपि वयं पूर्वम् एतदेव अस्ति वा अत्र भगिनि पूर्वम् एकवारं दृष्टवन्तः तदेव भवान् पठतु. जी अतः जी योग यक् इति अस्ति तत्र यक् इति कृत् अपि नास्ति सार्धात्मक अपि नास्ति अतः यकारादिपत्ये अस्ति यतः अकृत् सार्धात्मकदीपैत्यनेन तत्र इदानीं नीतिचैत्यनेन गुणनिषेधः भवति. यदा गुणनिषेधः भवति तत्र अकृतसार्धकैत्यनेन दीर्घः भवति जीय इति भवति तर्हि जीयते. एवमेव तत्र क्षि इति अस्ति तस्य कर्मणि तत्र क्षीयते भावकर्म क्षीयते इति भवति. श्री इति अस्ति श्रीयते श्री इति अस्ति तस्य इकारान्त अस्ति अतः यकारादि अकृतार्धात्मक यकारादिपत्य अस्ति अकृत् आकृत् आसार्धात्मक अस्ति अतः सोरि क्षम्यताम् आम् सत्यं ह्रियते तथैव रीयते पीपीयते इति अग्रे ईकारान्तानां धातूनाम् अपि तदेव कार्यं सार्धात्कार्धात्कयोः इत्यनेन गुणादेशः गुणादेशे नितिचैत्यनेन गुणनिषेधे अकृत् सार्धात्क सार्धात्कयोः दीर्घः इत्यनेन दीर्घादेशः तत्र अनेन अन्ततो गत्वा ईकारं दातवा यथावत् तिष्ठन्ति. नियोग यक् अत्र नी एव सार्धात्कयोः तत्र दीर्घ इत्यनेन दीर्घ ईकारस्थाने दीर्घ ईकार एव भवति अतः नीयते तथैव भीयते. अस्य अपवादः अस्ति ई इति अस्ति अनन्तरं तत्र भीयते इत्येव किल अत्र यथावदेव तिष्ठति तत्र अकृत्सार्वधातुकयोः इति पूर्वमेव दीर्घः एव आसीत् अतः वृष्टिः पर्जन्यवत् तादृश किमपि तत्र परिवर्तनं तु न जातः सामान्यकार्यं भवति क्षीयते. अपवादः पठतु महोदय. अस्य अपवादः क्षीयधातुः अस्ति एतदपि ईकारस्धातुः अस्ति धीयते भवेत् परन्तु अत्र क्षी यक् इति शय्यते इति शै क्षी क्षी इत्यस्य स्थाने ईकारस्थाने यकारादेशः भवति अतः शय्यते इति भवति. यकारादेशः अयङादेशः अनेकाल् किन्तु नित् तस्मात् अन्त्यादेशः भवति. अयङ् इति इति सप्तमध्ये संस्कृतपादस्य द्वाविंशतितमं सूत्रमस्ति. क्षीङ् धातोः ऐ आदेशो भवति यकारदिकित्मित् प्रत्यये परे. अयङ् इत्यस्मिन् नकारस्य इत्संज्ञा यकारोत्तरवति अकारस्य उच्चारणार्थः. ककार च नकार च तौ तौ इतौ यस्य सः इत् द्वन्द्वगर्भौ बहुव्रीहि तस्मिन् इगिति अयं प्रथमान्तम् ई सप्तमन्तम् इगिति सप्तमन्तं त्रिपदपितं सूत्रं क्षीङ्गः सारदात्ये गुणः इत्यस्मात् क्षीङ्गः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तित इति सूत्रमस्ति. क्षीङ्गः अङ्गस्य अयङ् इति इति अग्रे नित्य इति सूत्रं वयं जानीमः. परि नित् आदेश अनेकाचिदपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाचित् सर्वस्य इति सूत्रस्य अपवादः. अनेकाचित् सर्वस्य तु अलवन्तस्य इत्यस्य अपवादः. अनुवर्तिसहितसूत्रमस्ति नित्य अन्त्यस्य अलः स्थाने इति वयं जानीमः. अतः इय अयङ् आदेशः भवति अयङ् आदेशः भवति ई प्रत्यये परे. ई प्रत्यये ई यकारादिप्रत्यये अय आदेशः भवति यकारादि किप्नि प्रत्यये परे. अतः क्षीङ् इति क्षीङ् अथवा क्षम्यतां क्षीङ्गः अङ्गस्य अयङ् इति तत्तु क्षीङ्गधातोः कृते एव अस्ति. क्षीङ् इत्यस्य इदानीम् अयङ् आदेशः भवति. क्षी इत्यस्य ऐ आदेशः अतः ईकारस्य स्थाने ऐ आदेशः. तर्हि शय्य इति भवति शै शै एकांश शै ऐ आदेशः क्षम्यताम् अयङ् ऐ आदेशः शै इति भवति. शै योगय्य शय्यते इति भवति. आम् अतः भावविवक्षायामेव आगच्छति किल. भावविवक्षायाम् अकर्मकधातुः अस्ति चेत् भावविवक्षायामेव आगच्छति किल. आं भगिनि कर्मणि नास्ति. आमां यदा शय्यते इति वदामः शिशूना शय्यते शय्यते तत्र कर्म शिशुषेते वदामः शिशुना शय्यते एव आगच्छति भाव. अनेकाल्चित् सर्वस्य इति वयं जानीमः. आदेशः अनेकाल् आदेशः एक एव वर्णः नापि तु न अपि तु अनेके वर्णः. अथवा षित् चेत् सर्वस्थानस्थाने भवति न तु अन्त्यस्य यस्य स्थाने आदेशादिशः स्थाने. इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः. अन्यस्य सूत्रमस्ति अनेकाल्चित् सर्वस्य स्थाने इति. अनेकाचित् सर्वस्य स्थाने इति अनेकाल् अस्ति चेत् आदेशः तत्र सर्वत्र अथवा षित् अस्ति चेत् सर्वस्य स्थाने भवति इति. अस्य अपवादः अस्ति निच्च इति. तर्हि अत्र अयङ् इति अनेकाल् अस्ति तथापि निच्च इत्यनेन अन्त्यस्य स्थाने भवति इति. अनेन ईकारान्तानाम् ईकारान्तानां च भावकप्रक्रिया सम्पूर्णा. सामान्य ईकारान्त ईकारान्तः अस्ति चेत् अकृत् सार्वधातुकयोः दीर्घः इत्यनेन दीर्घः भवति. अजन्त अङ्गस्य दीर्घादेशः भवति यकारादिप्रत्यये परे. परन्तु तत्र अपवादः एकः एव शीङ् धातोः विषये अयङ्गि इति इत्यनेन शीङ् धातोः ऐ इति आदेशः भवति. तावदेव एकः एव तत्र अपवादः. सामान्यसूत्रं तु अकृत् सार्वधातुकयोर्दीर्घः इत्यनेन दीर्घत्वम् किमर्थं तत्र दीर्घत्वम् अनेन न भवति. अत्र भूमा पठति वा? एकनिमिषं तत्र परिगणितधातूनां कृते आकारस्य ईकारादेशः भवति, अतः एव तत्र अकृत् सार्वधातुकयोर्दीर्घः इति बाधितः भवति वा? भूमास्ता पाजीसां हलि इत्यनेन 7425 एतत्तु 6466 परसूत्रम् इति कृत्वा वा इत्युक्ते अकृत् सार्वधातुकयो दीर्घः इत्यस्यैव प्रसक्तिः स्यात् किल। योगः ते तदपि अजन्तः अङ्गमेव, दीर्घादेशः भवति यकारादि दीर्घः एव अस्ति तत्तु सत्यं, परन्तु अनेन भूमास्तापा जहादीसां हलि इत्यनेन बाधितं वा? न तत्र द्वयोः तस्मिन् नास्ति खलु अकृतादीर्घ इति नास्ति, न न भूमासागाप इति असिद्धत्वत् अत्र आबात् इति सूत्रेण सूत्रद्वयमपि असिद्धाधिकारे भवेत् तदा एव तत्र परिवर्तनमपि न भवति खलु तत्र यद्यपि सत्यं, परन्तु भूमास्ता इत्यनेन ईत्वं भवति किल, परिगणितधातुः इत्यनेन प्रायः बाधितं भवति इति वक्तुं शक्नुमः वा? अथवा अकृत् सार्वधातुकयो दीर्घः इत्यनेन यथा दीर्घत्वं भवति चेदपि भूमास्ता जहादीसां हलि इत्यस्य प्रसक्तिः अस्ति तदपि वक्तुं शक्यते किल, ईकारत्वं भवति एव, परन्तु तत्र न तत्तु परिगणितदातुः नास्ति, अत्र परिगणितदातवः इति कृत्वा यदा अकृत् सार्वधातुकयो दीर्घः इत्यनेन दीर्घः भवति चेदपि तत्र कृत भूमास्ता वा जहादीसां हलि इत्यनेन दीर्घत्वं तु क्षम्यतां भवति वक्तुं न शक्नुमः अन्यत्रापि वैद् भवति खलु तत्र नित्यत्वं प्रायः स्वीकर्तुं शक्नुमः इति मम चिन्ता, कृतप्रसङ्गी नित्य तस्य सूत्रस्य प्रवृत्तिः तु भवति एव किल, अत्र अजन्त अङ्गम् इति कृत्वा अकृत् सार्वधातुकयो दीर्घः इत्यस्य प्रसक्तिः तु अस्ति एव, परसूत्रमपि अस्ति, किमर्थं महोदय अत्र न उक्तवान् न जानामि, प्रायः वर्गे उक्तवान् अस्तु अग्रे सरामः, अरुणा भगिनी पठति वा उकारान्त ऊकारान्त दातवः? आं भगिनि पठामि, उकारान्तः ऊकारान्ताः च दातवः, यदा ईकारान्ताः ईकारान्ताः तथैव ऊकारान्ताः ऊकारान्ताः च सार्वधातुक आर्धधातुकयोः इत्यनेन गुण आदेशः, किनित्य च इति सूत्रेण गुणनिषेधः, अकृत् सार्वधातुकयोर्दीर्घः इति सूत्रेण दीर्घ आदेशः भवति, उदाहरणमस्ति नु योगः यक् नुकारः अस्ति यक् इत्य कृत् नास्ति सर्वधातुकः नास्ति, अतः अकृत् सर्वधातुकयो दीर्घः सूत्रेण दीर्घं भवति, नूय नूय योगः ते नूयते इति रूपं निष्पन्नं भवति, तदेव भगिनि इत्यनेन तत्र तु अकृत् सार्वधातुकयो दीर्घः इत्यनेन तत्रापि दीर्घादेशः भवति अग्रे भगिनि एवं अहु दातु हूयते आत्पूर्वकः आहूयते ध्रु दातु ध्रूयते तत्र एकं स्वीकृत्य भगिनि लट्टि लोटि लङ्गि विधिलिङ्गि वदति वा नू इत्येव स्वीकरोतु, तदेव सरलम् अस्ति. नूयते इति तत्र लङ् लट्लकारे कूयते, कूयेते, कूयन्ते, कूयसे, कूयेथे, कूयद्वे, कूयद्वे, कूये, कूवसे, कूमहे. लङ् अस्ति कूयामहे, कूयामहे, कूयामहे, दीर्घं कूयामहे, कूयामहे. लङ् लकारे अटागम आगच्छति. अहूयत, अहूयेताम्, अहूयन्त, अहूयथाः, अहूयेथाम्, अहूद्वम्, अहूये, अहूयि, अहूवहि, अहूमहि. लोट्लकार हूयताम्, हूयेताम्, हूयन्तम्, हूयस्व, हूयेथाम्, हूयद्वम्, हूऐ, हूवहै, हूमहै. विधिलिङ्ग् अस्ति हूयावहै, हूयामहै, हूयावहै, हूयाहै, हूयावहै, हूयामहे. ूयेता, ऊयेयाम, ताः दातवः यथावत् तिष्ठन्ति. धू योगः त्रिभू या यक् प्रथमम् आगच्छति सार्धदातुके यक् सूत्रेण, तदनन्तरं दीर्घसूत्रं कार्यं आगच्छति. तत् रूपं सेवा दीर्घमेव अवशिष्यते अकृत्सार्वधातुकयो दीर्घः. तत्र कार्यं न भिन्न नास्ति. भूयते भू धातु, भूयते धू धातु, धूयते लू धातु, लूयते. रामे भगिनि अपवादः भ्रू धातुः. भ्रूवो वचिः द्वितीय अध्याये चतुर्थपादे पञ्चशत्तमसूत्रं भ्रूधातोः स्थाने वच् आदेशो भवति आर्धधातुकविवक्षायां. वचिः इत्यस्मिन् इकारः उच्चारणार्थः. भ्रुवः षष्ठ्यन्तं, वाचि प्रथमान्तं, द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं भ्रुवो वाचिः आर्धधातुके. तत्सूत्र भ्रूधातु दीर्घ उकारः अस्ति, परन्तु अत्र नूतनसूत्रमस्ति भ्रुवो वाचिः इति सूत्रेण भ्रूधातु स्थाने वच् आदेशः भवति आर्धधातुक अवेक्षायां. निमित्तम् अस्ति वा भगिनि अधिकारम् आर्धधातुक इति अस्ति निमित्तम् अस्ति भ्रुवो वाचिः आर्धधातुके इति अनुभूतसहितसूत्रम्. वच् अनेकाल् इत्यस्मात् पूर्णतया भ्रूस्थाने आदिष्टो भवति. वयं जानीमः वच् अनेकाल् अस्ति चेत् पूर्णतया भ्रूधातु भ्रूस्थाने आदेशः भवति. अनेकाश्चित् सर्वस्य सूत्रं परिभाषा भगिनि, संज्ञासूत्रं भगिनि, परिभाषासूत्रम् आदेशः अनेकाल् आदेशे एक एव वर्णः न, अपि तु अनेके वर्णाः, अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य. अनुवृत्तिसहितसूत्रम् अनेकांशे सर्वस्य स्थाने. वयं जानीमः तदपि पठितवन्तः. भ्रूयुग यक् भ्रुवो वाचि इति सूत्रं प्रवर्तते. भ्रूस्थाने वच् आदेशः भवति. वच् अनेकाल अस्ति, ततः अनेकांशे सर्वस्य सूत्रेण सर् भ्रू स्थाने वच् आगच्छति. वच् योगस्य वचिष्वापि यजादीनां किति इत्यनेन सम्प्रसारणं भवति. वच् उच् भवति, वकारस्थाने उकार आगच्छति. उच् योगः या उच्चयोगः ते उच्यते. किल अत्र तु भूधातुः तु सकर्मकः एव, अतः एकं वाक्यं वदति वा भगिनि कथम् आगच्छति कर्मणि प्रयुक्त. अस्ति वा वाक्यम् उच्यते? मया भगवद्गीता सम्यक्तया उच्यते. मया भगवद्गीता उच्यते, समीचीनं. भगवद्गीता उच्यते, समीचीनं. तदेव तत्र तु कर्म भवति एव. धन्यवादः भगिनि. उषा भगिनि, अग्रिमम् उकारान्तः दातवः. आं भगिनि. आं भगिनि. ओके, ऋकारान्ताः धातवः. सामान्य ऋकारान्तानां धातूनां कृते रिङ् शयग् लिङ्क्षु इत्यनेन ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति यक् प्रत्यये परे. सामान्य ऋकारान्तधातूनां कृते रिङ् शयग् लिङ्क्षु 7428 इत्यनेन ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति यक् प्रत्यये परे. यथा कृ योगः यक् रिङ् शयग् लिङ्क्षु इत्यनेन ऋकारान्तस्य स्थाने रिङ् आदेशः भवति कृ इति कृ योगः ऋ इति स्थिते कृ योगः रिङ् इति भवति. यक् प्रत्ययः विधीयते भावकर्मणोः इत्यनेन कृ योगः रिङ् योगः यक् इति भवति. कृ रिङ् इति स्थिते ङकारस्य इत्संज्ञा लोपानन्तरं रि एव भवति. कृ योगः रि क्रि क्रिय क्रिय योगः ते लटि लटि कर्मणि रूपं क्रियते इति भवति. एवमेव भृ योगः यक् इति स्थिते रिङ्क्षयग्लिङ्क्षु इत्यनेन ऋकारस्य स्थाने रिङ् आदेशः भवति. रिङ् इति रि इति भवति. भृ इति ब्रि भवति. ब्रि योगः य ब्रिय ब्रियते इति कर्मणि लटि रूपं. मृ योगः यक् रिङ्क्षयग् यक् इति भावकर्मणोः इत्यनेन यक् इति विधीयते. मृ योगः यक् एवमेव म्रियते इति लटी कर्मणि रूपं भवति. रिङ्क्षयग् लिङ्क्षु इति सूत्रं 7420 ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति. शयग् भावकर्मणयोः यक् विधीयते वा सार्वधातुके यक् विधीयते? भावकर्मणोः इत्यनेन आत्मनेपदम्. आं भगिनि, भावकर्मणोः इत्यनेन आत्मनेपदम् एव. सार्वधातुके यक् इत्यनेन एव यक् विधीयते. आम् आम्, धन्यवादः. रिङ्क्षयग् लिङ्क्षु ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति. श प्रत्यये यक् प्रत्यये यकारादि आर्धधातुक लिङ् प्रत्यये च परे. शयग् लिङ्क्षु श प्रत्यये यक् प्रत्यये यकारादि आर्धधातुक लिङ् प्रत्यये च परे. शश्च यक् च लिङ् च तेषाम् इतरेतरद्वन्द्वः. शयग् लिङ् तेषु शयग् लिङ्क्षु इतरेतरद्वन्द्वः. रिङ् प्रथमान्तं शयग्लिङ्क्षु सप्तमीयन्तं द्विपदमिदं सूत्रम् अयम् ई किङिति इत्यस्मात् ई अकृत् सार्वधातुकयो दीर्घः इत्यस्मात् असार्वधातुके रिङ् रीङ् ऋतः इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिङ् ई असार्वधातुके शयग् लिङ्क्षु अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिङ् ई असार्वधातुके शयग् लिङ्क्षु इति दत्तं ऋतः अङ्गस्य इति ऋकारान्त अङ्गस्य इति स्थिते ऋकारान्तस्य स्थाने रिङ् इति आदेशः भवति ई इति ई सप्तमी परः यकार यकारप्रत्ययः अस्ति चेत् यकारः अस्ति चेत् यकारः अस्ति चेत् स च यकारः असार्वधातुके प्रत्ययः शयग् लिङ्क्षु अपि च षश्च शप्रत्यये यक् प्रत्यये यकारादिप्रत्यये यकारादि आर्धधातुकलिङ् प्रत्यये च परे ऋतः स्थाने रिङ् आदेशः भवति इति सूत्रं वदति रिङ् क्षयग् लिङ्क्षु रिङ् क्षयग् लिङ्क्षु दिस् इस् अकृत् असार्वधातुकयो दीर्घः परः अस्ति 7425 ओके अकृत् असार्वधातुकयो दीर्घः इति 7425 सो ऋतः स्थाने रिङ् आदेशः भवति यकारः अस्ति चेत् यस्मिन् विधिः तदादौ अल्ग्रहणे इति परिभाषया ई नाम यकारादौ यस्य आदौ ओ ई के पूर्वसूत्रस्य कृते ई इति व्याख्याना ई नाम यकारादौ यकारादौ यस्य आदौ यकारः तस्मिन् परे ओके ई सार्वधातुके च लिङ्गः विशेषणम् ई सार्वधातुके इति च लिङ्गः विशेषणम् ओके येन विधिस्तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारान्तस्य इत्यङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य ऋकारः इति अङ्गं नास्ति अपि तु ऋकारान्तस्य अङ्गस्य ओके रिङ् इत् अतः अलोन्तस्य रिङ् इति ङित् रिङ् इति ङित् अतः अलोन्तस्य इत्यस्य बाधकसूत्रम् अनेकाचित् सर्वस्य तत् प्रपाद्य ङिच्च इति सूत्रेण आदेशः ङित् चेत् तर्हि अनेकाचेदपि अङ्गस्य अन्यस्य एव स्थाने आदेशः पूर्वसूत्रे सूत्रं वदति रिङ्क्षयग्लिङ्क्षु अत्र अनुवृत्तिसहितसूत्रं ई आर्धधातुके इति ई असार्वधातुके इति दत्तम् ई असार्वधातुके इति सूत्रम् ई इति सप्तमी अन्तम् अस्ति चेत् ई सार्वधातुके इति ई असार्वधातुके ई असार्वधातुके च लिङ्गः विशेषणम् इति विशेषणं भवति विशेष्यं किं शयग्लिङ्क्षु वा ई असार्वधातुके च लिङ्गः विशेषणं भगिनी च ई असार्वधातुके च क्षयग्लिङ्क्षु क्षयग्लिङ्क्षु इति कृते लिङ्ग् अस्ति तत् लिङ्गः वा भगिनि केवलं लिङ्ग् स्वीकरणीय यकारादि आर्धधातुकः लिङ्ग् प्रत्ययः किल तत्र ई इति यदुक्तं तत्तु सप्तम्याम् अस्ति ई इति कस्य विशेषणम् इत्युक्ते असार्वधातुके लिङ्ग् प्रत्ययः अन्यत् किमपि अस्ति किल तत्र आर्धधातुकः यकारादि इति किमपि न आवश्यकः अस्ति सो लिङ्गः बट् लिङ्गः इति कृते अत्र लिङ्गः इति विधिलिङ्ग दट् अर्थम् एव वा भगिनि? वाट् इस् इत्युक्ते ई इति यस्मिन् विधिस्तदादौ वाल्ग्रहणे इति परिभाषया ई नाम यकारादौ यकारादौ प्रत्यये पारः अस्ति चेत् ओके येन विधिस्तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इति अङ्गम् अपि तु ऋकारान्तस्य अङ्गस्य सो सूत्रस्य प्रसक्तस्य क्षेत्रं विस्तारणं भवति येन विधिस्तदन्तस्य तत् यस्मिन् विधिस्तदादौ वाल्ग्रहणे इति अपि ओके सो रिङ्ग् ङित् ओके अतः अलोन्तस्य इत्यस्य बाधकसूत्रस्य अनेकाल्चित् सर्वस्य अलोन्तस्य इति परिभाषासूत्रस्य अपवादः भवति अनेकाल्चित् सर्वस्य अनेकाल्चित् सर्वस्य इत्यस्य सूत्रस्य अपवादः भवति ङिच्च इति सूत्रेण ङित् यत्र ङित् प्रत्ययेन आदेशः भवति तत्र ङिच्च इति सूत्रेण अनेकाल्चेदपि अङ्गस्य अन्त्यस्य एव आदेशः भवति इति आदेशसूत्रम् ओके अलोन् तत्र किं भवति इत्युक्ते एतादृशसूत्रेषु यत्र विशेषणविशेष्यभावः न केवलं षष्ट्यां परन्तु सप्तम्याम् अपि अस्ति चेत् तत्र सूत्रद्वयं परिभाषासूत्रद्वयस्यापि प्रसक्तिः तदेव वैशिष्ट्यम् ऋतः अङ्गस्य तत्र वयं विशेषणविशेष्यभावः स्वीकुर्मः ऋतः इति विशेषण अङ्गस्य इति विशेष्यं तत्र तु वयं जानीमः येन विधिस्तदन्तस्य सर्वदा तु आगच्छति लिङ्ग तत्र ई असार्वधातुके शयक्लिङ्गु इत्यत्रापि विशेषणविशेष्यभावः तत्र यकारः कुत्र भवेत् इति प्रश्नः आगच्छति यकारादि इति तत्र तु सूत्रस्य विवरणे एव दत्तं परन्तु ई इति अनुवृत्तिरूपेण आगच्छति तत्र कुत्र यकारः भवेत् इति प्रश्नस्य उत्तरं यस्मिन् विधिः तदादौ अल्पग्रहणे यकारादौ यस्य आदौ यकारः तस्मिन् पदे इति अवगन्तव्यम् इति परिभाषया दत्तवत् यस्य प्रत्ययस्य आदौ यकारः भवति तस्य ओके एन विधिस्तदन्तस्य अनुवृत्तिसहितसूत्रम् एन विधिः तदन्तस्य स्वस्य रूपस्य येन विधिः प्रत्ययः प्रत्ययः विधीयते चेत् तत् विधिना तदन्तस्य स्वस्य रूपस्य तदन्तस्य स्वं रूपं शब्दस्य शब्दसंज्ञा ओके तत् स्वं रूपं शब्दस्य अशब्दसंज्ञा नाट् आनुपूर्वी नाट् द अर्थ बट् द स्पेल्लिङ्ग् भगिनि ऐ डोण्ट् नो हौ टु से इट् प्रत्ययः विधीयते इति किमपि नास्ति किमपि नास्ति तादृशं नास्ति तत्र येन विधिः तदन्तस्य परिभाषासूत्र सत्यं तत्र ऋतः अङ्गस्य इति अहं यदा वदामि तत् केवलं ऋकारस्य इति ऋकारान्तस्य तादृशमेव तदन्तस्य रूपस्य तदन्तस्य ऋकारान्ताङ्गस्य स्वस्य रूपस्य ऋकारस्य अङ्गस्य ऋकारः केवलम् अस्ति चेदपि तत्र विधिः भवति स्वस्य रूपमपि स्वं रूपमपि गृह्णाति तस्य अन्ते यदस्ति तदपि गृह्णाति स्वं रूपमपि गृह्णाति तत् अन्ते अस्ति चेदेव बृजृ इत्यादि अस्ति चेदेव ग्रहणं भवति इति येन विधिस्तं तस्य इति सूत्रस्य विवरणं मुख्यं सायग्लिङ्गसु इति अग्रसाधक साधात्मयो इत्यस्य अपवादः खलु आं सत्यं तदेव भवति किल तत्रापि अग्रसाधकयोः इत्यस्य प्रसक्तिः तु अस्ति एव परन्तु तत् प्रभाते एव रिङ्ग् शयङ्लिङ्गसु इत्यस्य कार्यं भवति त्रिकारान्ताङ्गस्य रिङ्ग् आदेशः भवति साक्षात् सत्यम् आं भगिनि अस्य द्वौ अपवादः अस्य द्वौ अपवादौ अस्य द्वौ अपवादौ ओके संयोगादि ऋकारान्तधातवः गुणो अर्थि संयोगाद्योः गुणो अर्थि संयोगाद्योः इत्यनेन ऋकारान्तधातोः आदौ संयोगः अस्ति चेत् धातोः गुण आदेशकः भवति ओके असंयोगः अस्ति चेत् रिङ् आदेशः संयोगः अस्ति चेत् गुणधातोः गुण आदेशः भवति यथा स्मृयोगः यक् इति स्थिते ऋकारान्तस्य गुणः आदेशः भवति स्मृ इति स्मर् इति भवति स्मर् योगः य इति भवति स्मृयोगः यक् इति स्थिते स्मर् योगः य इति भवति स्मर्य इति भवति स्मर्य इति अङ्गं लटीरूपं स्मर्यते इति कर्मणि रूपं द्वृ योगः यक् इति स्थिते गुणः भवति संयोगान्तदातु द्वृ इत्यस्य ऋकारान्तस्य गुणः भवति द्वर् इति भवति द्वर् योगः यक् द्वर्य इति भवति द्वर्यते इति कर्मणि लटीरूपं क्वय हुब्र हृ इति स्थिते हृ इति संयोगान्तधातुः हृ योगः यक् इति स्थिते हृ हृ ह्वर्य ह्वर्य आं महोदय ह्वर् हृ इति कृते ह्वर् इति भवति ह्वर् योगः य ह्वर्य इति भवति वर्यते इति लटि वर्यते ओ हूयते दिस् इस् अ डिफ्रेण्ट् धातु ओके हु आहूयते हु ह्वयते ओ दिस् इस् ह्वयते स्मृ योगः यक् स्वयोगः यक् इति स्वर् योगः य इति भवति गुण आदेशः भवति स्वर्योगः य स्वर्य स्वर्यते स्वर्यते इति कर्मणि लटीरूपं भवति ऋ योगः यक् इति स्थिते ऋकारस्य स्थाने ऋ एव धातु बट् संयोगः नास्ति अत्र भगिनि गुणो अर्थि संयोगाद्योः इत्यनेन ऋकारान्तधातोः आदौ संयोगः अस्ति चेत् बट् ऋ इति धातु अस्ति चेत् ऋङ्क्षय ग्लिङ्क्षु डसन्ट् अप्लै ऋतः अङ्गस्य रिङ्ग् इ आ बट् ऋ इति डिफ्रेण्ट् ऋ वद ऋ इति नो ह्रस्व एक सो बट् रिङ्ग् डसन्ट् अप्लै रिङ्क्षय ग्लिङ्क्षु डसन्ट् अप्लै गुणो अर्थि संयोगाद्योः इति सूत्रम् एव अत्र आगच्छति अर् इति भवति अर्यते अर्यते इति भवति सो नाट् रियते ओ दट् इस् गुण अर्थि इति भागः अस्ति किल अर्थि अर्थि इति अग्रे तत्र सूत्रविवरणे अस्ति ओके गुणे अर्थि संयोगाद्योः ऋ धातोः संयोगादि ऋकारान्तधातोः ओ ओके ऋ धातोः संयोगादि ऋकारान्तधातोः च अङ्गस्य गुणः भवति यकि परे यकारादिलिङ्ग् यकारादिलिङ्गि आर्धधातुकप्रत्यये परे च यकी परे यकारादि लिङ्गि आर्धधातुकप्रत्यये परे च अर्ति इत्यनेन ऋ धातुः धातुनिर्देशे ष्टिपि ओ ष्टिपि इक्ष्टिपो धातुनिर्देशे इत्यनेन ओके अर्ति इत्यनेन ऋ धातुः धातुनिर्देशे ष्टिपि ऋतः इत्यस्य विशेषणं संयोगादिः ऋतः इत्यस्य विशेषणं संयोगादिः यतोहि ऋ धातोः आदौ संयोगः न सम्भवति ऋ धातोः आदौ संयोगः न सम्भवति ओके अर्तिश्च संयोगादिश्च तयोः इतरेतरद्वन्द्वः अर्तिसंयोगादि तयोः अर्तिसंयोगाद्योः असार्वधातुके इत्यनेन आर्धधातुके असार्वधातुके इत्यनेन आर्धधातुके तदन्तविधिः अलोन्तस्य तदादिविधिः इति त्रयः प्रवर्तन्ते तदन्तविधिः अलोन्तस्य ओ अलोन्तस्य ओके अन्त्यस्य स्थाने ओके तदन्तविधिः अलोन्तस्य तदादिविधिः इति त्रयः प्रवर्तन्ते संयोगादिः संयोगः आदिः यस्य सः बहुव्रीहिः संयोगादिः संयोगः आदिः यस्य सः बहुव्रीहिः ओके गुणः प्रथमान्तम् अर्तिसंयोगाद्योः षष्ट्यन्तं द्विपदमिदं सूत्रं रिङ् ऋतः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः रिङ् ऋतः ओके वाट् वास् अदर् वन् रिङ् क्षयति रिङ् ऋतः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः अकृत् सार्वधातुकयो दीर्घः इत्यस्मात् असार्वधातुके इत्यस्य अनुवृत्तिः रिङ्क्षयग्लिङ्क्षु सो रीङ्कृतः अकृत् अकृत् सार्वधातुकयो दीर्घः रिङ्क्षयग्लिङ्क्षु अण्ड् देन् अदर्स् ओके आल् 7, 4, 25, 26, 27, 28 ओके ओके रिङ्क्षयग्लिङ्क्षु इत्यस्मात् यङि यगि यग् लिङ्गो लियग् लिङ्गोः अनुवृत्तिः ओके रिङ्क्षयग्लिङ्क्षु इत्यनेन यग् लिङ्गोः इत्यस्य अनुवृत्तिः श इति न आनीयते यतोहि तुदादौ संयोगादि रुदन्तधातुः नास्ति एव ओके एवं ओके तुदादिभ्यः श इति न आनीयते यतोहि तुदादौ संयोगादि रुदन्तधातुः नास्ति एव ओके अयङ् इ किङिति इत्यस्मात् इ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्तिसंयोगाद्योः अर्तिसंयोगाद्योः ऋतः अङ्गस्य गुणः यकि ई लिङ्गि असार्वधातुके अर्तिसंयोगाद्योः अपि सूचयति ऋकारान् ऋ धातुः अर्ति इति कृते इत्सेस् धातुनिर्देशः भवति ष्टिपि इत्यनेन बट् संयो देन् ऋतः इति अङ्गस् ऋतः इति अनुवृत्तिसहितमपि आगच्छति रिङ् ऋतः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः अपि आगच्छति ओके तदन्तविधिः ऋका तदन्तविधिः इति येन विधिस्तदन्तस्य इत्यनेन नाट् ऋ अलोन् बट् ऋकारान्त यस्य कृते ऋकारान्त ऋकारान्तस्य पूर्वं किं विशेष्य किं ऋतः अङ्गस्य गुणः सो अङ्गस्य इति विशेष्यम् ऋतः इति विशेषणं कीदृशऋतः अर्तिसंयोगाद्योः ऋतः ओके संयोगाद्योः संयोगाद्योः ऋतः अर्ति अपि च संयोगाद्योः ऋतः अङ्गस्य गुणः भवति यकि यकि इति परः अस्ति परः सो तदन्तविधिः न यकि हियर् परः अस्ति सो तदादिविधिः यकि ई लिङ्गि असार्वधातुके असार्वधातुके लिङ्गि यकि ई यक् इत्यस्य यकारादिप्रत्ययः नौ दट् इस् द तदादौ तदादौ विधिः यकारः यस्य कृते यकारः इति आदि अस्ति तयोः मध्ये एव विशेषविशेष्यभावः यकि तु पृथक्तया उक्तं यक् प्रत्ययः परः तत्र तु वयम् अवगच्छामः यकि ई लिङ्गि असार्वदात्के तत्र विशेषविशेष्यभावः तदादिविधिः आम् ओके तदादौ अग्रहणे आं भगिनि आम् पृथक्तया स्वीकुर्मः अस्ति इति तत्र ऋकारधातोः विषये वदति अस्ति इत्यनेन ऋ धातुः धातुनिर्देशः स्थिपादनिर्दिष्टम् अस्ति अनन्तरं संयोगादयोः इदानीं सम्यक् अस्ति वा गुणः भवति यकि ई लिङ्गि असार्वधातिके ई लिङ्गि असार्वधातिके असार्वधातिके इत्यस्य ओ ई लिङ्गि असार्वधातिके इति तदादिविधिः आं भगिनि जाग्रो विचिन्नल् इत्तु इत्यनेन स्थिति प्रत्यये परे अपि गुणः भवति जाग्रु योगः यक् सार्वधातुके यक् इत्यनेन यक् भवति इदानीं जागर् भवति अत्र गुणः भूत्वा जागरो विच्छिन्नाल् नित्सु इति सूत्रेण गुणः भूत्वा अनन्तरम् अनुबन्धलोपानन्तरं यकारः एव तिष्ठति अत्र जागर् योगः य जागर्य आत्मनेपदिनः विवक्षा अस्ति अतः जागर्यते इति भवति अन्तिमरूपम् अग्रे पठामि जागृ विचिन्नल् नित्सु जागृधातोः गुणः भवति वि छिन् नल् नित् इत्येषां प्रत्ययानां पर्युदासे वि इति प्रत्यय विशेषः छिन् इति लुङ् लकारस्य नल् इति लिट् लकारस्य नित् इत्यनेन इत् संज्ञकः ञकारः यस्य वि ञित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति छिन् यो छिन् नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति वि ञित् इत्यनयोः विषये गुणनिषेधः छिन् नल् इत्यनयोः वृद्धिः भवति अन्यत्र सर्वत्र गुणः भवति एव अचोङ्यति ङिति च इत्यनयोः अपवादः अचोनिति सूत्रस्य निति च इति अपवादः भवति विच्छ छिन् च नल् च ञित् च तेषाम् इतरेतरद्वन्द्वः विचिन्नल् नित्तः न विचिन्नल् ञितः अविच्छिन्नल् नितः तेषु अविचिन्नल् नित्सु जाग्रह षष्ट्यन्तम् अविच्छिन्नल् नित्सु सप्तम्यन्तं मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जाग्रह गुणः अविच्छिन्नल् नित्सु इत्यनेन जाग्र इति धातुः गुणः पर्युदासे तद् न भवेत् किम् आसीत् तद् पर्युदास गति किम् आसीत् महोदय स्मरति वा अत्र प्रसज्य प्रतिषेधः प्रसिद्ध्यप्रतिषेधः तदेव तत्र प्रायः निलेश् महोदयस्य भाषापाकः प्रथमः वा द्वितीयः वा तृतीयः वा न स्मरामि एकस्मिन् ध्वनिमुद्रणे प्रसिद्धप्रतिषेधः पर्युदासप्रतिषेधविषये सः बहु सम्यक् रीत्या प्रतिपादनं कृतवान् न इदानीं यद् प्रचलति तस्मिन् न पूर्वं न आदेश उपदेशे अशीति इत्यस्मिन् कृते एव वयं पठितवन्तः परन्तु तस्य प्रतिपादन प्रसज्य प्रतिषेधः पर्युदासप्रतिषेधविषये यदा यु सेण्ट् द लिङ्क् भगिनि लाङ्ग् टैम् अगो यु सेण्ट् द लिङ्क् इदानीमेव तत्र प्रायः भाषापाकः प्रथमः वा तृतीयः वा न स्मरामि अथवा द्वितीयः वा इति तत्र यूट्यूब् मध्ये अपि लभ्यते यदा अहं कुत्रापि नोट्स् लिखितवती तत्र प्राप्तं चेत् अहं तत् पुनः प्रेषयामि सः सम्यक् रीत्या तस्य प्रतिपादनं कृतवान् तत्र प्रसज्य कुतः भवति पर्युदासः इति कदा वक्तव्यम् इति अतः अत्र पर्युदासः यदा बी चिन् नल् मित् न भवति चेत् एतादृशप्रत्ययाः नास्ति चेत् तत्र जागृधातोः गुणः भवति अस्माकं यक् प्रत्ययः बि अपि नास्ति चिन् अपि नास्ति नल् अपि नास्ति इत् अपि नास्ति अतः तस्य गुणः भवति इत्येव जागर्यते इति रूपं भगिनी ऋकारान्तस्यापि प्रथमभागः पठति वा ऋकारान्तः विजया भगिनि पञ्चमबिन्दुः ऋकारान्तदातवः अकारः अनेष्टव्यपूर्व ऋकारान्तदातवः भगिनि पुनः न श्रूयते अनोष्टव्यपूर्व ऋकारान्तदातवः यस्य धातोः अन्तिमवर्णः दीर्घऋकारः अपि च तस्मात् प्राक् यः वर्णः सः ओष्टव्यवर्णः नास्ति नाम पावर्गीयः अथवा वकारः नास्ति स च धातुः अनोष्टव्यपूर्व ऋकारान्तः धातुः यथा तृ जृ गृ कृ श्रृ इत्यादयः धातवः एतादृशाणां धातूनां कार्यम् एवं भवति तृ योगः यक् ऋत इत् धातोः इत्यनेन ऋदन्तधातोः अङ्गस्य ह्रस्व इकारः आदेशः भवति अतः ऋदन्तधातोः अङ्गस्य ह्रस्व इकार आदेशः भवति अतः तृ इत्यस्य स्थाने ति इति भवति अनन्तरं यक् स्थाने यकारः य अनन्तरम् उरन् रपरः इत्यनेन ऋकारस्य स्थाने अन् आदिष्टः चेत् सः अन् सदा रपरः एव तिर् योगः य हलिच इत्यनेन रेपान्तधातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः हलिपरे अस्ति चेत् अतः तीर् योगः य तीर्य तीर्य इदानीम् आत्मनेपदिनः विवक्षा अस्ति अतः ते इति प्रत्ययम् आगच्छति अन्तिमरूपं तीर्यते इति तत्र निष्पन्नम् अग्रे पठामि वा महोदय आम् आं भगिनि अग्रे अपि पठतु अतः अत्र ऋतयुद्धातोः इत्यनेन ईकार आदेशः अग्रे अपि पठतु प्रथमपङ्क्तिः अनन्तरम् अनुवर्तिसहितं सत्यं ऋतयुद्धातोः बहुवारं पठितवन्तः समानरीत्या उरण्ड्रपरः ऋतयित् धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारः आदेशः भवति कितिनिति प्रत्यये परे एव इति तत्र बोध्यं नो चेत् गुणः भवति इति अत्र अनुवृत्तिसहितसूत्रं ऋत धातोः अङ्गस्य इत् भवति वयं दृष्टवन्तः दीर्घरीकारान्तः इति स्थाने तत्र इत् भूत्वा अनन्तरं ऋत इत् धातोः तत्र अङ्गस्य ह्रस्व इकारः भवति इति पूर्वमेव वयं दृष्टवन्तः इदानीम् उरण्ड्रपरः ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः एव भवति अनुवृत्तिसहितसूत्रम् उः स्थाने अन् रपरः भवति हलि च पठामि वा? हलिच अपि पठतु भगिनि. हलिच रेपान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति हलीपरे. येन विधिः तदन्तस्य इत्यनेन तदन्तविधिः भवति. अतः रोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारस्य तेषां ग्रहणं. हलीसप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. सिपि धातो रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रुवोरुपधाया दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं रोः धातोः उपधायाः इकः दीर्घः भवति. एतत् एव हलीच इति सूत्रमपि वदति. रेपान्तानां वकारान्तानां धातूनाम् उपधायाः यः वर्णः स्थितः यत् इक् वर्णः अस्ति चेत् अत्र हलीच इति सूत्रेण दीर्घः भवति यदा हलि परे अस्ति चेत्. एतत् निमित्तमस्ति अत्र. एवमेव पठामि वा महोदय? आं भगिनि, प्रतिपादयतु. जृ धातुः दीर्घऋकारः. एवमेव जृ इति दीर्घऋकारान्त धातुः. जृ यक् इति भवति सार्वधातुके यक् इति अनेन. इदानीं जृ इति भवति तत्र ऋतयित् धातोः इत्यनेन रुदन्तधातोः अङ्गस्य ह्रस्व इकारः भवति. अतः जि इति भवति. इदानीं जि योगः य इदानीं जिर् इति भवति गुणः. हलीच इत्यनेन उपधायां स्थितः ईश्वर्णः दीर्घः भवति. जीर् इति भवति. अनन्तरं यकारः आगच्छति जीर्य इति. अत्र आत्मनेपदिनः विवक्षा अस्ति अतः जीर्यते इति भवति. तादृशमेव अत्र भावकर्मणोः अनन्तरं अनुदातयित आत्मनेपदम् एतत् बहवः भावकर्मणोः एव अनुदात्त आवश्यकता न आत्मनेपदिनः विषये. तादृशमेव खलु महोदय? अत्रापि ह्रस्वः भूत्वा अनन्तरं दीर्घः भूत्वा सार्वधातुके यक् इति आगच्छति मध्ये. एतत् सर्वम् अन्तिमरूपं निष्पन्यते, निष्पद्यते, लीर्यते, क्षीर्यते, क्षीर्यते, क्षीर्यते इति खलु समानरीत्या आगच्छति. यत्र यत्र दीर्घ ऋकारान्त अनोष्ट्यपूर्व ऋकारान्तदातुः, अतः ऋकारान्तदातोः भागद्वयम् ओष्ट्यपूर्व अनोष्ट्यपूर्व. अनोष्ट्यपूर्वः इत्युक्ते पवर्गः अथवा वकारः नास्ति चेत्, पवर्गः वा वकारः वा नास्ति चेत् अत्र ऋतयुद्धातोः इत्यनेन ह्रस्व इकारादेशः तत्तु सर्वदा रपरः भवति. अनन्तरं हलीच इत्यनेन इकः दीर्घः हलिः. तद् अनोष्ट्यपूर्वः. धन्यवादः भगिनि. अरुणा भगिनी अग्रिमं बि आ इति पठति वा? बि अत्र एकः सन्देहः. रिङ्ग् शयङ्ग्लिक्षु इति सूत्रं अस्ति खलु, तत् पूर्वसूत्रमस्ति. रिङ्ग् ऋतः इति अस्ति तत्र. तदपि तत्रापि यकारादि इति अस्ति, यकारादि तस्य अस्ति असारदातक इति. तत् अस्य अपवादः अस्ति वा एतत् रिङ्ग् विषयं किञ्चित्? तद् ऋकारान्तस्य विषये एव तत्र ऋकारान्तस्य अङ्गस्य अकृति यकारे असारदातके यकारे चौपरितः रिङ्ग् आदेशः भवति इति अस्ति तत् पूर्वसूत्रमस्ति. रिङ्ग् ऋतः इति रिङ्ग् इति आदेशः. इदानीम् अग्रिमसूत्रमस्ति रिङ्ग् यक् इति साक्षात् उक्तमस्ति इति कृत्वा अपवादः अस्ति इति वा रिङ्ग् इति भवति यक् प्रत्यये परे रिङ्ग् इति भवति अत्र रिङ्ग् शयन् लिङ्गु तयोः मध्ये वदति वा महोदय न न न अत्र तत्र नास्ति तथापि 27 अस्ति रिङ्ग् यङ्ग् लिङ्गु इति ततः पूर्वस्य सूत्र रिङ्ग् ऋतः इति अस्ति ऋतः अङ्गस्य ऋकारात् अङ्गस्य अकृति यकारे असारदोषिके यकारे पर रिङ्ग् आदेशः भवति इति सूत्रं वदति अतः तत्र यङन्तधातुः मात्रीयते पुत्रीयते इति तत्र यङ्ग् यङ्गन्त शमत यङ्ग् प्रकरणे यङ्ग् लुक् तत्र यकारः अस्ति खलु यङ्ग् प्रकरणे भवति तत्र धातुपर इदानीं मात्रीयते पुत्रीयते प्रयोगं कुर्मः महोदय अत्र स्वीकृतेन स्वीकृतीयम् एतत् प्रयोगेन एव पुत्रीयते एतत् सर्वं तत्र यकारे असार्धधातुके यकारे श्वौ च परतौ तेषाम् आदेशः भवति रीभूतः शुचीक्रियते इति चौ द्विपत्ये परे तत्र समीचीनतया तत्र कुत्र भगिनि यस्ति वासु उपरि अस्ति खलु यस्ति वासु तर्हि अस्यापि अस्यापि सूत्रस्य यक् प्रत्ययस्यापि भवति खलु अतः रिङ्ग् इति आदेशः तत् प्रभाद्य अग्रिमसूत्रं प्रायः रिङ्ग् श यङ् यक् इति साक्षात् उक्तमस्ति इति वा अतः रिङ्ग् इति प्रभाद्य रिङ्ग् इति भवति इति यक् इति दत्तमस्ति खलु अतः रिङ्ग् श यक् लिङ्क्षु इति यत् यकारा लिङ्ग् इति यत् खलु अतः अण्ड् अकृत् सार्वधातुकयोः मात्रीयते पुत्रीयते एतत् चक्ष् कृतम् अत्र स्वीकृत्य तत्र एतत् समीचीनतया तत्र कथमेव लेखि वा खलु महोदय पठनीयं भगिनी इतोपि एकवारं चिन्तनीयमपि पठनीयमपि श्री अकृत् सार्वधातुकयोः तत्रापि तद् वैडुवीते शार्ट् अब्सर्व् चेकीर्यते सम्पृ विक्षेपे वित् यङ् हृदयधातोः अण्ड् अलि च लेङ्थनिङ्ग् इति दत्तमस्ति परन्तु यक् विषये किमपि न उक्तं महोदय अत्र परन्तु तद् अनुवृत्तिसहिते तु इत्येव ई अकृत् सार्वधातुकयोः इत्येव आनीतवन्तः यक् इति न आनीतवन्तः परन्तु अग्रिमसूत्रे शयङ् लिङ्गु इत्यत्र यक् अस्ति तस्मादेव यक् अन्यत्र आगच्छति पूर्वस्मिन् सूत्रे यक् इति यक् इत्यस्य स्वीकार्यं नास्ति तदेव मम अवगमनं रीङ् ऋतः अनुवृत्तिः अस्ति च्वौ ई अकृत् सार्वधातुकयोः ई इत्यनेन यक् इत्यस्य स्वीकार्यं नास्ति अत्र रीङ् ऋतः इत्यत्र अग्रिमसूत्रे यदा पश्यतु रिङ् शयन् लिङ्गु तत्र एव यक् प्रथमवारम् आगच्छति यक् प्रत्यये परे काशिकायामस्ति ऋकारान्तस्य अङ्गस्य अकृति यकारे असार्वधातुके यकारे असार्वधातुके यकारः अस्ति खलु एतत् परन्तु प्रायः यदा वयम् इदानीमेव अत्र सूत्रे किं सूत्रमासीत् भगिन्या पठितं किल तत्र वयं मात्रीयते यङ् इति पते या इति अस्ति खलु तदपि या एव खलु आम् परन्तु अस्माकं भावकर्मणप्रत्ययः नास्ति अतः एव सः यक् इति उक्तवान् यद्यपि ककारस्य इत्संज्ञा भवति चेदपि सः य इति न कृतवान् किल यक् इति कृतवान्, तत्र प्रायः भेदः अवगन्तव्यः किल. आर्वद् असार्वधातुके य इति एकः प्रत्ययः, आर्वधातुके यक् इति प्रत्ययः भिन्नः. न, अहं चिन्तितवान् यत् रीङ्कृत अत्रापि यक् इत्यस्य प्रसक्तिः अस्ति, तत् प्रबाद्य इदानीं पुनः रिङ्ग् शङ् इङ्ग्लिच् इति इदानीं तत्र पुनः यक् इति उक्तवान्, तर्हि प्रायः चिन्तनं सम्यक् एव, परन्तु मम एवं चिन्तनं तत् पुनः सः किमर्थम् उक्तवान् इत्युक्ते अस्मिन् सूत्रे तद् न भवति, अग्रिमसूत्रादि एव यक् ग्रहणं भवतु इत्यस्य स्पष्टीकरणार्थम् अत्र न उक्तवान्, अग्रिमसूत्रे तु यक् साक्षात् उक्तवान् विंशयं लिङ्गु इत्यत्र इति मम अवगमनं. प्रायः भवति अपि, परन्तु सर्वत्र भवितुमर्हति खलु, रीङ्कृता इति रिङ्ग् शङ् गुणोट्टि संयोगे तत्रापि भवितुमर्हति खलु. सत्यं, सः प्रायः भिन्नता इत्युक्ते यक् यकारादि प्रत्ययः अथवा य इति असार्वधात्मकप्रत्ययोः भेदः कथमपि स्पष्टीकरणम् आवश्यकं किल, अतः एव यक् इति प्रत्ययः प्रत्ययविधानं भवति इति मम चिन्तनम्. अत्र तु पितृयोगः यत् पित्री इति भवति, तद् भिन्नप्रत्ययः भगिनि. यक् इति अस्माकं प्रत्ययः भावकर्मण क्षम्यतां सार्वधातुके यक् इति नास्ति, भिन्नप्रत्ययः सत्यं, तद् भिन्न. अस्तु, प्रायः अद्य अत्र समापयामः. ओष्ठ्यपूर्वस्य इति अग्रिमसप्ताहे वर्गः न भविष्यति, गणेश चतुर्थी अस्ति, षष्टिपश्च अतः तस्मात् अनन्तरम् इत्युक्ते दिनाङ्कः सप्तम सेप्टेम्बर् 7th पुनः मिलामः. अस्तु वा, सर्वेषां गणेशचतुर्थ्याः शुभाशयाः. धन्यवादः, धन्यवादः भगिनि, धन्यवादः, नमस्कारः भगिनि.